ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति तत्र धातुविज्ञानं द्वितीय। तस्मिन् करपत्रे वयं प्रथमसूत्रम् अधीतवन्तः। प्रथमसूत्रे तत्र यः प्रथमप्राकृतिकधातुषु अनुबन्धानां निष्कासनम् अनन्तरं यः प्रथमकार्यम् अस्ति सः अस्ति सत्त्वकार्यं। सुधातुवादेशः सः इति सूत्रेण तत्र सत्त्वकार्यं भवति। धातुः औपदेशिकवस्थायाम् आदिमवर्णः मूर्धन्यषकारः अस्ति चेत् तस्य सकारादेशः भवति। अपि च अनुबन्धानां निष्कासनम् अनन्तरं यदि प्रथमवर्णः मूर्धन्यषकारः तस्यापि सकारादेशः भवति इति वयं दृष्टवन्तः। तत्र अस्य विषये वयं निमित्तापाये नैमित्तिकस्य अपि अपायः इति प्रवादः अपि दृष्टवन्तः। अपि च अत्र कश्चन शास्त्रीयचिन्तनम् अस्ति पूर्वत्र सिद्धम्। पूर्वत्र सिद्धम् इति एकं सूत्रम् अस्ति अष्टाध्यायी अष्टाध्यायस्य द्वितीयपादस्य प्रथमसूत्रः अस्ति। तदपि दृष्टवन्तः तेन किं भवति। तेन तत्र यः पूर्वे यत् कार्यं औपदेशिकवस्थायाम् एव कोऽपि कार्यं धातु मध्ये भवति चेत् तत् अनन्तरं तत् कार्ये असिद्धं भवति धातुवादेशः सः सूत्रस्य कृते। सो तत्र यः ष्टुत्वसन्धि इति यः अस्ति सः त्रिपादीयां तत् सूत्रं त्रिपादीयाम् अस्ति। अतः तेन कृतं पूर्वे तेन कृतं कार्यं धातुवादेशः सः सूत्रस्य कृते न दृश्यते। अतः धातुवादेशः सः सूत्रेण यदा शकारस्य सकारादेशः भवति तस्य कृते तु तत्र ष्टुत्वसन्धिद्वारा यत् कार्यम् अभवत् तत् न दृश्यते। अतः तत्र द्वितीयपरिवर्तनम् अपि स्वतः एव करणीयम्। सो एतावता वयं दृष्टवन्तः। इदानीं तत्र एकं प्रश्नः आयाति यदि तत्र येषोपदेशधातवः येषां प्रथम औपदेशिक अवस्थायां मूर्धन्यषकारः येषां येषां धातूनां तत्र अराौण्ड् तत्र नवति धातवः अराौण्ड् 90 धातूस् इन् द धातुपाठे यस्य प्रथमवर्णः मूर्धन्यषकारः अथवा अनुबन्धानां निष्कासनम् अनन्तरं तत्र प्रथमवर्णः मूर्धन्यषकारः। सो किमर्थं तत्र महर्षिः यदा तत्र लौकिकरूपस्य निर्माणार्थं धातुवादेशः सः इति सूत्रेण आदौ एव सकारः भवति, किमर्थं महर्षिणा एतत् आदौ एव तत्र सकारः एव न दत्तं? तत्र कोऽपि प्रयोजनं वर्तते वा अस्य षकारस्य यः औपदेशिक अवस्थायां महर्षिणा मूर्धन्यषकारः दत्तं तस्य कृते कोऽपि प्रयोजनम् अस्ति वा व्याकरणशास्त्रे ग्रन्थे तस्य कृते कोऽपि प्रयोजनम् अस्ति वा? अन्यथा तु तत् निरर्थकं भवति। मूले एव महर्षि तत्र सकारः तत्र स्थाप्यते चेत् तत्र एतत् सूत्रस्यापि कोऽपि आवश्यकता एव न तत्र आसीत् धातुवादेशः सः। परन्तु तत्र ये षोपदेशधातवः तस्य प्रयोजनं वर्तते व्याकरणे, तस्य कृते प्रयोजनम् अस्ति, एतादृशः कार्यस्य तत्र प्रयोजनम् अस्ति। कुत्र दृश्यते तत् प्रयोजनम् इति तत्र एकं सूत्रं मया तत्र स्लाइड मध्ये तत्र पूर्वस्मिन् वर्गे अपि तत्र न दृष्टवन्तः पूर्वस्मिन् वर्गे। सो सत्त्वप्रयोजनम् इति स्लाइड दृश्यते वा? सो सत्त्वप्रयोजनं किमर्थं सत्त्वकार्यं करणीयं, तस्य प्रयोजनं किम् इति तत्र एकः प्रश्नः मनसि आयाति। तस्य विषये अस्मिन् सूत्रे तस्य प्रयोजनं दृश्यते। आदेशप्रत्ययोः यः सूत्रम् अस्ति तस्मिन् सूत्रे एतत् कार्यस्य सत्त्वकार्यस्य प्रयोजनं दृश्यते। किमर्थं महर्षि तत्र आदौ एव सकारः न योजितं, तत्र किमर्थं शकारः योजितम् इति तस्य कृते यः प्रयोजनमस्ति व्याकरणशास्त्रे अस्मिन् सूत्रे तस्य विषये किञ्चित् तत्र लभ्यते, तत्र किञ्चित् दृश्यते अत्र प्रयोजनं किम्। सो आदेशप्रत्ययोः इति त्रिपादीसूत्रम् अष्टमध्याये तृतीयपादे अस्ति, अतः एतत् सूत्रमपि त्रिपादीसूत्रम्। सूत्रस्य अर्थः कः? अस्तु, कोऽपि पठति वा, कोऽपि पठितुमिच्छति वा? पठतु भगिनि, कृपया पठतु। सूत्रप्रयोजनम् आदेशप्रत्ययोः अष्टमाध्याये तृतीयपादे एकपञ्चाशत् सूत्रः। इङ्कोः परे अपदान्तस्य आदेशरूपी सकारस्य अपि च प्रत्यय सकारस्य मूर्धन्य आदेशः भवति। इङ्कोः परे इङ्कते परे अपदान्तस्य उपयोगिधातुरूपस्य आदेशरूपी सकारस्य अपि सकारः आदेशरूपी आगतवन्तः, तत् सकारस्य अपि प्रत्ययस्य सकारस्य मूर्धन्यं भवति। एकं सकारौन्ति इन्को इत्युक्ते किं भगिनि? एव खलु, तत् न वा अधिक अस्ति, तत् लण्डनत्वं वा इयु एव वा इयुरु एव? अत्र इन् इति प्रत्याहारे तत्र एकमेव इन् प्रत्याहारः अस्ति, तत्र लन् पर्यन्तं तत्र गन्तव्यं, लन् पर्यन्तं यः नकारः इत्युक्ते अत्र कु अपि अस्ति भगिनि, एन् अपि अस्ति, कु अपि अस्ति, कु अस्ति, कु इत्यनेन क ख ग गण। सो अत्र ये स्वराः अपि च अन्तस्थाः अपि च तत्र हकारः अपि अस्ति, सो के के स्वराः इन् प्रत्याहारे के के स्वरः नास्ति, के के स्वरः अकारः नास्ति, अकारविहाय सर्वे स्वराः हयवर ल अपि च कवर्गः, कवर्गः अपि च अत्र अपदान्तस्य इत्युक्ते अत्र सकारस्य आदेशप्रत्ययोः इति सूत्रे सकारस्य तत्र मूर्धन्य आदेशः भवति, सकारस्य मूर्धन्य यः स्थाने अन्तरतमः इत्यनेन पश्यामः चेत् तत्र सी ऋटुरसानां तालुः ऋटुरसानां मूर्धा, सो मूर्धन्यवर्णः ऋकारः अपि अस्ति, ठ ड ड ण अपि मूर्धन्यवर्णाः, अत्र केवलं मूर्धन्य आदेशः इति लिखितं, कोऽपि वर्णस्य विषये तत्र ऋकारः अपि मूर्धन्यवर्णः, अपि च कठ डड न अपि मूर्धन्यवर्णः, अपि च तालु यः मूर्धन्यषकारः तदपि तत् किमस्ति मूर्धन्यवर्णः, तत्र किमर्थं सकारस्य स्थाने केवलं श इति आदेशः स्थाने अन्तर्तमः? किमर्थं चेत् सकारः ऊष्मवर्णः, परन्तु ऋकारः ऋकारः इति स्वरः, अपि च ट ते मूर्धन्य, परन्तु ते किम् ऊष्मानः नास्ति, ते ऊष्मानः न सन्ति. अतः सकारस्य यः मूर्धन्य आदेशः तत्र स्थाने अन्तर्तमः इत्यनेन केवलं श एव आगन्तुं शक्यते. मूर्धन्यवर्णेषु केवलं शकारः एव आदेशः भवति इति तत्र सूत्रस्य अर्थः. अपि च अपदान्त इत्युक्ते तादृशसकारः यः पदस्य अन्ते नास्ति, अपदान्त, न पदान्ते सः अपदान्तः. सकारः कुत्र भवेत्? कुत्रचित् आदौ भवेत्, अन्ते मा भवेत्. किमर्थं चेत् यः अन्ते सकारः, पदान्त पदस्य अन्ते यः सकारः, तस्य का गति जानाति वा भगिनि? पदस्य अन्ते सकारः अस्ति चेत् तस्य किं भवति? पदस्य अन्ते सकारः अस्ति चेत् मूर्धन्य आदेशः भवति. यदि अत्र तु अपदान्त सकारस्य, परन्तु यः पदस्य अन्ते अस्ति, पदान्तसकारस्य का गति इति वदामः. आम् आम् सत्यं, ससजुः रुः इत्यनेन तत्र अवसानपरे अपि च खरव्यञ्जनपरे तत्र अपदान्तसकारस्य तत्र ऋत्व आदेशः भवति. सो अत्र लिखितम् अपदान्तस्य, तादृशसकारः यः अपदान्ते अस्ति. अपदान्ते इत्युक्ते पदस्य अन्ते मा भवेत् इति तस्य अर्थः. अपि च अत्र दलद्वयम् अस्मिन् सूत्रे, एकमस्ति आदेशरूपी सकारः, सः अपि अपदान्ते भवेत्, अन्ते मा भवेत्, अपदान्ते भवेत्. अपि च प्रत्ययस्य अव्यवसकारः, प्रत्ययस्य ये प्रत्ययाः सन्ति तस्मिन् कोऽपि सकारः अस्ति चेत् सः अपि अपदान्ते, अन्ते न कुत्रापि अस्ति चेत् अपि भवति, अन्ते एव न भवति. सो अस्मिन् सूत्रे अपदान्तस्य इति तत्र अनुवृत्तिः भवति. सो सकारः एकं तु अपदान्त, प्रथमे तु अपदान्ते भवेत्, पदस्य अन्ते मा भवेत्. अपि च कस्य कस्य सकारस्य? एकमस्ति आदेशरूपी सकारस्य, द्वितीयमस्ति प्रत्ययस्य सकारस्य. प्रत्ययेषु कुत्रचित् यथा तत्र स्य इति प्रत्ययः, स्य इति प्रत्ययः तत्र आदौ स्य सकारः आदौ अस्ति, सः प्रत्ययस्य सकारः, अपि च अन्ते नास्ति, आदौ अस्ति. तादृशसकारस्य अपि च आदेशरूपी, इदानीम् अस्माकं विषयः तु आदेशरूपी सकारः. सो यथा तत्र धातुवादेशः सः इति सूत्रेण तत्र शकारस्य सकारादेशः भवति. तादृशसकारः एव, आम् तादृश इत्युक्ते अत्र षट् यः अस्ति, षट् यः धातुः अस्ति, तत्र यः लौकिकरूपेषु यः षट् श्रूयते सः सकारः आदेशरूपी सकारः. सः मूले सकारः नास्ति, परन्तु तादृश सः सकारः पदस्य अन्ते अपि नास्ति, पदस्य एतस्य वर्णसमूहस्य आदौ अस्ति, अपि च सः सकारः आदेशरूपी सकारः. तत्र यः स्पृश् धातुः, स्पृश् धातुः तत्र मूले एव सकारः, तत्र तु मूले शकारः नास्ति. सो तादृशसकारः सः आदेशरूपी सकारः नास्ति. सो तत्र एतत् सूत्रस्य तत्र तस्य प्रयोजनं नास्ति. सो एतत् सूत्रं कार्यं कुत्र करोति? केवलम् आदेशरूपी सकारस्य मूर्धन्य आदेशः करोति अनेन सूत्रेण, अपि च यः प्रत्ययस्य सकारः तस्य मूर्धन्य आदेशः भवति. परन्तु कदा भवति इति तत्र निमित्तं किम्? सर्वदा भवति वा न इन्को परे एव? इत्युक्ते तत्र इन्को एतेषु वर्णेषु परे तादृशसकारः वर्तते चेदेव तस्य मूर्धन्य आदेशः. अत्र परे इत्युक्ते एतेषु वर्णेषु परे अनन्तरम् एतादृशः सकारः आदेशरूपी सकारः अपि च प्रत्ययस्य सकारः आयाति चेदेव तत्र मूर्धन्य आदेशः भवति. किन्को भिन्न कोऽपि वर्णः अस्ति चेत् तत्र मूर्धन्य आदेशः न भवति. अतः अत्र निमित्तं किम् इन्को इति तत्र पञ्चमी अन्तमस्ति. इन्को इति पञ्चमी द्विवचनात् पदमस्ति. इन्को किमर्थं चेत् अत्र न केवलम् इन् इति प्रत्याहारः, अत्र कु अपि अस्ति. अतः द्विवचने इन्कोः परे इति पञ्चमी अन्तमस्ति. वयं जानीमः पञ्चमी अन्तं पूर्वनिमित्तं तस्य अनन्तरं कार्यं भवति, परकार्यं. सो इन्को परे कार्यं भवति. किं कार्यम्? इन्को परे यदि कोऽपि सकारः, तादृशसकारः अस्ति यः आदेशरूपी सकारः अपि च प्रत्ययस्य सकारः अस्ति, तत्र तस्य मूर्धन्य, तस्य सकारस्य मूर्धन्य आदेशः भवति इति सूत्रस्य अर्थः. अस्मिन् सूत्रे वदतु, सूत्रे सकारस्य मूर्धन्य आदेशः भवति. तत्र गवर्धन अस्ति महोदय. इन्को खलु भू इति, भू इति भिन्नवर्णः. इन् अपि च कु. सो अत्र अविहाय कोऽपि इ ऊरु कोऽपि अन्यस्वरः अस्ति चेत् तस्य अनन्तरम् आदेशरूपी सकारः अथवा प्रत्ययस्य सकारः अस्ति चेत् तत्र सर्वदा मूर्धन्यादेशः भवति इति सूत्रं वदति. किमर्थं चेत् तत्र टठ डड न आगन्तुं शक्यते. ते सर्वे किं यद्यपि मूर्धा तेषाम् इह अस्ति, परन्तु ते एतेषु यः तुल्यतमः अस्ति सः केवलं शकारः. किमर्थं चेत् तत्र प्रयत्नमपि द्रष्टव्यं, न केवलम् उच्चारणस्थानं द्रष्टव्यं, प्रयत्नमपि द्रष्टव्यं. सो सकारः ऊष्मान् वर्णः, शकारः अपि ऊष्मान् वर्णः. अतः तत्र सकारस्य स्थाने केवलं श एव आगन्तुं शक्यते. इदानीं तत्र उदाहरणानि, उदाहरणं पठतु भगिनि. उदाहरणं हरि अधिकं सु सप्तमी बहुवचनस्य पदम्. अत्र सु आदेशरूपिणा आगच्छति, द्वितीयस्य सकारः अस्ति. अतः सूपिति अत्र प्रत्ययः, सूपिति प्रत्ययः अस्ति, द्वितीयस्य सकारः अस्ति. अतः आदेशप्रत्ययोः अष्टमाध्याय तृतीयपाद एकपञ्चाशीतिसूत्रेण तस्य मूर्धन्य भवति. सकारस्य मूर्धन्य शकार एव. अतः हरिषु हरि अत्र केन कारणेन सकारस्य शकारादेशः भवति? अत्र निमित्तं किम् अस्मिन् उदाहरणे? इकारः किमर्थं चेत् अन्ते इकारः, इकारस्य साक्षात् परे सूप् इति प्रत्ययः. तत्र सूत्रेण पकारस्य भवति, अतः सू एव अवशिष्यभागं. तत्र आदेशप्रत्ययोः इति सूत्रेण सकारस्य शकारः भवति, अतः हरिषु भवति. अत्रापि पठतु. परन्तु रमासु मरुत्सु अत्र मूर्धन्य आदेशः न भवति. किमर्थं? किमर्थं आकारान्त अकारविहाय इन् इन्को इत्युक्ते अकारविहाय सर्वे स्वराः. रमा इति शब्दस्य अन्ते आकारः अस्ति. अतः आदेशप्रत्ययोः सूत्रस्य प्रसक्तिः नास्ति अत्र. नास्ति किमर्थं चेत् आकारः इन् वर्णः, इन् प्रत्याहारस्य वर्णः न. अपि च मरुत् मरुत् इति उदाहरणे अपि सकारान्त अस्ति. सकारान्त सकार सवर्ग अपि इन् प्रत्यये प्रत्ययस्य भागः नास्ति. अतः तत्रापि मूर्धन्य चकारः न अभवत्. मरुत् इत्युक्ते अत्र यः सुप् प्रत्ययः तत्र स एव तिष्ठति, अत्र श आदेशः न भवति. अतः निमित्तम् आवश्यकम्. एतत् कार्यम् इन्कोपरे एव भवति. अपि च अत्र एकम् अन्यत् अस्ति, अत्र शर्व शर् व्यवधाने अपि भवति. इत्युक्ते अत्र एकम् अन्यत् तत्र पदस्य अनुवृत्तिः अस्ति, इत्युक्ते अनुस्वार अपि च शर्वर्णस्य शर्वर्णस्य व्यवधाने अपि तत्र मूर्धन्य सकारस्य शकारादेशः भवति. तत् अत्र न योजितं, तत्र अनन्तरं वदामि तस्य विषये. शर् शर् प्रत्याहारे शेष्य सर् शेष्य अपि च सर् शेष्य स मूर्धन्यवर्णाः एव. शेष्य तालुषकारः अपि च मूर्धन्यषकारः अपि च तत्र सकारः. सो तत्र शर्व्यवधाने अपि एतत् कार्यं भवति, परन्तु इदानीं तद् मास्तु, अनन्तरं पश्यामः. सो यदा तत्र इन् वर्णः अपि च कुवर्णः अस्ति, अत्र दृश्यतु एकमस्ति वाक् वाक् इति यः अस्ति, वाक् अपि एकं पदम् अस्ति. तत्र सुप् योजयामः चेत् करोतु भगिनि, वाक् योग सुप् करोतु. वाक् वाक् वा आम् वाक् वाग् इति शब्दः भवति न, वाक् वच् धातुतः वाक् इति वाक् योग कुर्मः चेत् तत्र मूर्धन्यं भवितुं शक्यते. किमर्थं कवर्ग अस्ति, कवर्ग अस्ति, अतः सुप्रत्ययस्य सकारस्य षकारः भवति. किमर्थं चेत् कु अस्ति, सो इन्को परे इन्को अत्र किं भवति, पदमस्ति क श इति यः अस्ति तत्र क्ष भवति. सो वाक्षु इति तत्र अस्ति. सप्तमी बहुवचनं वाक् इति प्रातिपदिकस्य तत्र सप्तमी बहुवचनं रूपम् अस्ति वाक्षु. सो अत्र अत्रापि सकारस्य सुप् इति सप्तमी बहुवचनं सुप् प्रत्ययस्य यः सकारः तस्य अनेन सूत्रेण एव आदेशप्रत्ययोः इति सूत्रेण एव षु भवति, अतः वाक्षु इति रूपम्. सो इन्को परे अपि कार्यम्, अपि च कवर्गः कुपरे अपि कार्यं भवति. इदानीम् अस्माकं विषयः कः भगिनि, अस्माकं विषयः अस्ति धातुरूपी सकारस्य, यः आदेशरूपी सकारः. इदानीं तु तत्र दृष्टवन्तः यः प्रत्ययस्य सकारः, सुप् इति प्रत्ययस्य सकारः. सो एकदलं वयं दृष्टवन्तः. इदानीं तत्र यः आदेशरूपी सकारः, तस्य विषये किम् अस्ति, अत्र पठतु. आदेशरूपी सकारः तथैव सिद्धोशास्त्रे शासने माङ्गल्ये च द्वादिपरस्मै परिधातु लौकिकरूपं सिद्ध. इत्युक्ते अत्र धातुवादिशः सः इति सूत्रेण एव सकारः भवति, तदा आदेशरूपी सकारः अस्ति. तत्रापि भवितुं शक्यते खलु, सिद्धः दकारान्तः अस्ति अतः न भवति. न न न, इदानीं तत्र दृश्यतु अत्र किम्, अत्र कथम् अत्र भवति. अत्र तु सकारः अन्ते न दकार, सि वी हेव् टु सि अपदान्तसकारस्य. इदानीं तत्र एकं पदमस्ति निषेधः इति, वयं बहुवारम् एतस्य पदस्य प्रयोगं कुर्मः. सो निषेधः इति पदस्य निर्माणं कथं भवति, सिद्ध धातु एव, सिद्ध धातु योग गाय् प्रत्ययः. अत्र किं कार्यं वदतु भगिनि. इदानीं नी इति उप्सि, अत्र नी इति उपसर्गः, तत् त्यजतु इदानीं, तत् मास्तु, केवलं सिद्ध योग गाय् प्रत्ययः करोतु भगिनि. इकारान्त इन्को इन्को मध्ये इ अस्ति, अतः इ परे सकारस्य दट् इस् प्रत्ययस्य सकारः अस्ति, अतः मूर्धन्य भवति, निषिद्ध भवति. प्रथमे मम प्रश्नः कः, सिद् योग गाय् करोतु भगिनि. सिद्धयोग सिद्धयोग गाय् तत्र करोतु, सिद् इति धातुः अस्तु, तस्य अनन्तरं गाय् इति प्रत्ययः, गाय् इति कृत् प्रत्ययः. सूत्रेण परम् इति लौकिकरूपं भगिनि. शिधू इति धातुः अस्ति न, शिधू इति यः अस्ति तत्र सिद्धलौकिकरूपं तदेव लौकिकरूपम् अधिकं भै अधिकं भै गाय् प्रत्याहारे करो. गाय् प्रत्यये के अनुबन्धवर्णाः अन्ते अस्ति वर्तमानं प्रत्ययस्य इच्छन्या भवति घ एव अवशिष्यभागः न न घ इति वः क ख ग ग कु कवर्गः अस्ति घ गाय् कवर्गः अस्ति अतः मूर्धन्य भवति वा न न अत्र वाट् वी आर् डूयिङ्ग् वी आर् डूयिङ्ग् अनुबन्धानां निष्कासनं. सो अन्ते यः ण्यकारः तस्य हलन्त्यम् इत्यनेन इत्संज्ञा. आदौ यः गकारः तस्य केन सूत्रेण इत्संज्ञा, तस्यापि इत्संज्ञा भवति. लशकु आम् लशकु आदित्य लकारः शकारः कु क ख ग ग घ इदानीं न इदानीं गाय् इति कीदृशी प्रत्ययः गाय् वाट् टैप् आफ् आर्धधातुकप्रत्ययः सत्यम् अपि च आर्धधातुकप्रत्ययः अस्ति अपि च किं नास्ति तत्तु सत्यम् अपि च आर्धधातुप्रत्ययेषु किं द्रष्टव्यं भगिनि कृत्वा कृत्वा नीत्वा सत्यं सत्यं किमर्थं चेत् गुणस्य कृते कोऽपि बाधा तु नास्ति तत् अपि द्रष्टव्यम् अत्र गुणस्य बाधा अस्ति वा किमर्थं धातौ गुणप्रसङ्गः अस्ति धातौ स्थित् इति धातौ गुणप्रसङ्गः अस्ति आर्धधातुकः इति सूत्रेण इकारस्य एकारः भवति न केन सूत्रेण सार्वधातुक आर्धधातुक न न न अत्र कुत्र अस्ति फस्ट् थिङ्ग् देन् स्पीक् पुगन्तलघुपदस्य च सूत्रेण पुगन्त उपदायां स्थित इकारस्य एकारः भवति सेध इति यः अस्ति प्रातिपदिकमस्ति अकारान्त् प्रातिपदिकम् इदानीं हलन्तम् हलन्तम् अपगच्छति नी अधिकं सेध नी इकारान्त् अस्ति इन् प्रत्यये अस्ति अतः सकारस्य मूर्धन्य भवति तद् शकारः भवति निषेधः भवति अत्र सेदः यः अस्ति सि सेदः यः अस्ति अत्र गाय् प्रत्ययस्य यः कारणेन तत्र कर्तारमेव बोधयति सेदः इति भवति पुल्लिङ्गे सेदः भवति. सो नी उपसर्ग योजयामः चेत् नी उपसर्ग अनन्तरं सेद् इति यः सकारः अपदान्ते अपदान्त सकारः अत्र इदानीं पदसंज्ञा अस्ति सेदः यः अस्ति अत्र पदसंज्ञा अस्ति सकारः अपदान्ते अस्ति पदस्यान्ते नास्ति तस्य पूर्वे इन् वर्णः इन् प्रत्याहारस्य वर्णः नी इति अन्ते इकारः अतः अपि च सेद् इति आदेशरूपी सकारः आदेशरूपी सकारः अतः एतत् सूत्रस्य प्रसक्तिः अत्र अस्ति. आदेशः इति यः सूत्रे दत्तं सः आदेशप्रत्ययोः इति द्विवचनात् पदमस्ति. सकारस्य प्रत्ययस्य सकारस्य अपि च आदेशरूपी सकारः अत्र आदेशरूपी सकारः परन्तु स एव अस्ति खलु सि से भवति इति अर्थेन आदेशरूपी वा तत्तु इकारस्य गुणः एकारः आदौ तु सकारः यः अस्ति सः आदेशरूपी सकारः एव यत्र यत्र प्रत्ययस्य सकारः खलु प्रत्ययस्य सकारः आदेशरूपी सकारः नास्ति प्रत्ययस्य सकारः अस्ति न न सेदः इति प्रत्ययः तु नास्ति न पदम् अस्ति अत्र समासः भवति नि इति उपसर्गः अस्ति, उपसर्गः अपि पदम्, अव्यवपदमपि पदं, तस्य पदसंज्ञा अस्ति. सो यत्र पदानां योजनं भवति तत्र समासः. दिस् इस् नाट् अ प्रत्ययः, दिस् इस् अ पद. सेदः इस् अ पदः, पदसंज्ञा. पुल्लिङ्गे सेदः भवति, किमर्थं चेत् सि कृत् प्रत्ययस्य योजनेन धातुः कृत् प्रत्ययः योजयामः चेत् तत्र सिद्ध यः अस्ति तस्य सेद यः अस्ति तस्य प्रातिपदिक इति संज्ञा. सेद इस् एन् आकार, सेद इस् एन् अकारान्त् प्रातिपदिकम्. तत्र कृत् प्रत्ययस्य योजनेन यत्किमपि कृत् प्रत्ययः ल्यूट्, अनियर्, गाय्, त्वा, तवतु, यत् प्रत्ययः तत्र धातु अनन्तरं कृत् योजनेन प्रातिपदिकस्य तत्र निष्पादनं भवति, तत्र प्रातिपदिकस्य निर्माणं भवति. सो इदानीं सेदः, सेद इति अकारान्त् प्रातिपदिकं. पुल्लिङ्गे रामः एव, राम इति यः अकारान्त् प्रातिपदिकं, तत्र राम एकवचने किं भवति, रामः भवति. तथैव अत्र सेदः इति यः अस्ति, एतत् अपि तत् किं सुबन्तपदम् अस्ति. सुप् अनन्तरम् अत्र एतत् पदम् अस्ति, प्रत्ययः नास्ति. परन्तु एतस्मिन् पदे यः आदौ सकारः सः आदेशरूपी सकारः. मूले तु सकारः तत्र न आसीत्, मूले तु शिदुम् इति अस्ति. अस्मिन् सूत्रे यः आदेशरूपी सकारः तस्यापि मूर्धन्यादेशः भवति यदि तस्य पूर्वे कोऽपि इन्को वर्णः अस्ति. अत्र निषेधः इस् अ समासिक पदः. किमर्थं चेत् अत्र पदद्वयम्, एकमस्ति नि इति पदं, द्वितीयमस्ति सेदः इति पदम्. सो अत्र नि इति उपसर्गे ईव् इकारः अस्ति, अतः तत्र अन्ततो गत्वा किं भवति, निषेधः इति भवति. सो बहुवारं वयम् एतत् पदस्य प्रयोगं कुर्मः, तत्र निषेधः, तत्र बाधा इति तस्मिन् अर्थे अस्ति. सो नि इति उपसर्गे तत्र निषेधः भवति इति तत्र अनेन सूत्रेण एव तत्र भवति. इत्युक्ते यदि अवगतं वा भगिनि तत्रस्य प्रयोजनं, सपोज् वि यूस् नि अपि च स्प्र, स्पृश् इति यः अस्ति, तत्र सकारः आदेशरूपी सकारः नास्ति. सो यदि स्पृष्टः कोऽपि प्रातिपदिकस्य निर्माणं भवति तत्र निःस्पृह एव भवति, निःस्पृह एव भवति, तत्र श न भवति. किमर्थं चेत् अस्य सूत्रस्य प्रसक्तिः अत्र नास्ति. अत्र यः सकारस्य परे यः सकारः सः आदेशरूपी सकारः नास्ति, सः सः तु मूले एव सकारः. तत्र धातु स्पृश् धातुः आम् न, प्रत्ययः अपि नास्ति, अपि च आदेशरूपी सकारः अपि नास्ति, न तु स्पृश् इति प्रत्ययरूपस्ति. आम् प्रत्ययः स्पृश् तु प्रत्ययः नास्ति न भगिनि, स्पृश् प्रत्ययः नास्ति, धातु अस्ति. सि अत्र एकनिमिषः, अत्र दृश्यतु, सपोज् लिखिति धातुः, लिखिति धातुः अनन्तरं ल्युट् इति प्रत्ययः, न लृट् इति प्रत्ययः, लृट् इति प्रत्ययः. लृट् लकारस्य विवक्षायां तत्र किं भवति, शतासि लृ लुटो इति सूत्रेण यत्र यदा यदा धातुः परे लृट् प्रत्ययः आयाति तदा शतासि लृ लुटो इत्यनेन तत्र स्य प्रत्ययः मध्ये आयाति. अनन्तरम् अत्र अनुबन्धानां निष्कासनम् अनन्तरं ल एव अवशिष्यते. ऋकारः अनुनासिकवर्णः, टकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, अतः ल एव अवशिष्यते. सो प्रथमे तत्र शतासि लृ लुटौ लृट् लकारस्य विवक्षायां स्य प्रत्ययः मध्ये आयाति, धातोः अनन्तरम् आयाति. सो इदानीम् एकवचनस्य विवक्षायां ल स्थाने किं तिप् इति प्रत्ययः अस्तु. इदानीं स्य इति यः अस्ति धातो अनन्तरं यस्य यस्य प्रत्ययस्य विधानं तस्य का का संज्ञा स्य इति कीदृशी प्रत्ययः प्रत्ययस्य विषये यदा धातुः अनन्तरं ये प्रत्ययाः तेषां नाम द्वयमेव अस्ति सार्वधातुक अथवा अर्धधातुक. स्य इति प्रत्ययः कीदृशी प्रत्ययः अत्र कोऽपि अनुबन्धः एव नास्ति कोऽपि अनुबन्धः आर्धधातुक् प्रत्ययः. सो धातोः अनन्तरं सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः अस्ति चेत् तत्र सर्वदा गुणः अपि च वृद्धिकार्यं तस्य विषये चिन्तनम् आवश्यकं सर्वदा करणीयं. सो धातुः साक्षात् अनन्तरम् आर्धधातुक् प्रत्ययः स च आर्धधातुक् प्रत्ययः कित् नास्ति गित् नास्ति नित् अपि नास्ति स्य इति कित् गित् नित् नास्ति अतः गुणस्य कृते कोऽपि बाधा नास्ति. सो किं भवति लेख हा पुगन्तलघु सूत्रमपि लेख भवति अनन्तरं लेख भवति किमर्थम् इकारस्य एकारादेशः भवति लेखयोगस्य. अस्तु इदानीं कोऽपि कार्यं नास्ति. इदानीं तत्र तिप् प्रत्ययस्य कृते अङ्गस्य निर्माणं कुर्मः करोतु अङ्गनिर्माणं तिप् प्रत्ययस्य सूत्रेण प्रथमे तत्र अङ्गं किं तिप् प्रत्ययस्य कृते अङ्गं किं न सि अत्र लेख ख ख अनन्तरं प्रत्ययस्य सकारः किं भवति अत्र दृश्यतु भगिनि स्य इति आर्धधातुक् वलादि प्रत्ययः अस्मिन् अस्मिन् कक्षायां तत्र वयं सूत्रं पठितवन्तः वा न पठितं अत्र इडागमः भवति इदानीं तु न पठितम् अस्तु अत्र न पठितं परन्तु सि यत्र यत्र आर्धधातुक् प्रत्ययः धातुः साक्षात् अनन्तरम् आर्धधातुक् प्रत्ययः अस्ति अपि च सः वलादि अस्ति स सकारः वल् प्रत्याहारस्य वर्णः तत्र इडागमः भवति प्रत्ययस्य इडागमः भवति सो अत्र अपि प्रत्ययस्य इडागमः भवति सो अत्र इष्य भवति अत्र न अत्र इडागमः भवति लेख् इति यः अस्ति अनन्तरम् अत्र इडागमः अपि इड आगमे तत्र केवलम् इकारः तो इष्य भवति इष्य भवति. इदानीम् अत्र दृश्यतु सका प्रत्ययः कः प्रत्ययः अस्ति स्य तस्य पूर्वे कः वर्णः इन् प्रत्याहारस्य वर्णः अत्र किं भवति आम् लेखिष्य भवति इदानीं ति तिप् प्रत्ययस्य कृते कोऽपि गुणप्रसङ्गः नास्ति लेखिष्य इति अङ्गम् अस्ति तिप् प्रत्ययस्य कृते तत्र रूपं किम् लेखिष्यति सो लृट् लकारे एकवचने तत्र लेखिष्यति भवति सो अत्र यः श श्रूयते अनेन सूत्रेण एव तत्र मूर्धन्यषकारः श्रूयते किमर्थं चेत् प्रत्ययस्य सकारस्य अपि इन्कोपरे षकारादेशः भवति इति तत्र सर्वदा द्रष्टव्यं प्रत्ययस्य अस्ति वा धातोः आदेशरूपी सकारः अस्ति वा. अस्मिन् सूत्रे न केवलं प्रत्ययस्य सकारस्य यथा सूप् इति प्रत्ययस्य सकारः स्य इति सकारः प्रत्ययस्य सकारः स च अपदान्ते अस्ति पदस्य अन्ते नास्ति अपदान्ते अस्ति अपि च तस्य पूर्वे यत्र यत्र इन्को वर्णः आयाति तत्र तस्य मूर्धन्य आदेशः भवति यथा अत्र हरिषु वाक्षु अपि तत्रापि कवर्गः सो तथैव अत्र ये ये शोपदेशधातवः अस्माकं विषयः कः शोपदेशधातवः किमर्थम् एतत् सूत्रं पठनीयं ये ये शोपदेशधातवः तेषां यः सकारः धात्वादेशः सः इति सूत्रेण यः सकारादेशः भवति सः सकारः आदेशरूपी सकारः मूले सकारः नास्ति सः आदेशरूपी सकारः अतः तस्यापि कुत्रचित् मूर्धन्य आदेशः भवति यदि तस्य परे कोऽपि इन्को वर्णः आयाति यत्र यत्र तस्य अत्र दृश्यतु प्रसिद्धि गिरिजा भगिनी वक्तुमिच्छति वा प्रसिद्धिविषये आम् वदतु प्रथमे तत्र सिद्धयोग क्त करोतु प्रत्ययः कृत् प्रत्ययः अस्ति क्त इति प्रत्ययः सिद्ध प्लस् क्त हलन्त्यम् इत्यनेन कारणेन त अपगच्छति त हल् अस्ति वा अत्र कति वर्णाः क्त मध्ये कति वर्णाः क प्लस् त प्लस् सारि सत्यम् सिद्ध प्लस् त सिद्ध लौकिकरूपं नास्ति खलु सो लौकिकरूपमेव अत्र दत्तं न सिधुम् इति मूले सिधुम् अस्ति तत्र ऊकारस्य अनुनासिक उपदेशे अजनुनासिक इति अनेन तत्र यः अन्ते ऊकारः सः अनुनासिक अस्ति अतः तस्य इत्संज्ञा अपि च धातुवादेशः सः इति सूत्रेण आदिमशकारस्य सकारादेशः सो लौकिकरूपं सिदेव अस्ति परन्तु क्त प्रत्ययमध्ये के अनुबन्धाः तत् वदतु क प्लस् त प्लस् अ अत्र कोऽपि अनुबन्धवर्णः अस्ति किल अस्मिन् प्रत्यये कोऽपि अनुबन्धवर्णः अस्ति वा इति तत्र अनुबन्धवर्णानां प्रथमवर्णः कः ककारः ककारस्य प्रत्ययेषु इत्संज्ञा भवति वा सत्यं भगिनि लशकु यथा घञ् मध्ये घकारस्य लशकु तदिते कु लशकु अस्ति कख ग ग ङ लशकु तद्धिते इत्यनेन कारणेन तस्य लोपः इत्संज्ञा भवति तदनन्तरं लोपः भवति त एव अवशिष्यते सिद्ध प्लस् त रूपम् इदानीं लटीरूपं अत्र सिद्धयः अस्ति तत्र एकसूत्रं किम् इदानीं न स्मरामः तत्र प्रथमे तु दकारस्य अल्पप्राणादेशः भवति दकारादेशः भवति अनन्तरं तत्र यः तकारः अस्ति तस्य मूर्धन्य आदेशः भवति तस्य कृते सूत्रं किं तत् अग्रे अत्र अत्र दकारः अपि च त अपि च अकारः अस्ति सो अत्र भवति सिद्ध इति सिद्ध इति अकारान्त् इति प्रातिपदिकं भवति तकारस्य ध परन्तु प्रथमे तत्र दकारस्य द आदेशः भवति अत्र सन्धि हलसन्धिसूत्र सूत्रद्वारा कार्यं सो अत्र एकवचने तत्र किं सिद्धः इति भवति सिद्धः इति भवति इति तत्र जष्टसन्धि भवति वा अधिकं जष्टसन्धि अत्र किं भवति तत् द्रष्टव्यं भगिनि किमर्थं चेत् अत्र तकारः परे अस्ति अनन्तरं तकारस्यापि धकारादेशः भवति जलां जश्वन्ते जलां जश्चषि तत् भवितुं शक्नोति. तत् सूत्रद्वयं किं तत्र अग्रे वदामि. इदानीं मास्तु. सो सिद्धः इति भवति, सिद्धः क्त प्रत्ययस्य योजनेन तत्र भूतकालः, भूतकालस्य तत्र भावः सिद्धः इति यः अस्ति भूतकाले तस्य अर्थः भवति. अपि च त्रिषु लिङ्गेषु अपि च तत्र वचनेषु, त्रिषु वचनेषु एतत् रूपाणि, प्रातिपदिकस्य रूपाणि भवति. इदानीं सिद्धः यः अस्ति पुल्लिङ्गे सिद्धः इति तत्र भवति, एकवचने सिद्धः इति भवति. इदानीं तत्र प्र इति उपसर्गः, वदतु इदानीं. प्र प्लस् सिद्धः इदानीं यः आदेशरूपी सकारः तस्य पूर्वे कः वर्णः? प्र इति कति वर्णाः अत्र? प्र इति प्रत्याहारे प्लस् रकारः अस्ति, प्लस् हकारः अपि अस्ति, प र अपि अस्ति, प प्लस् र प्लस् अ प्र. सो इदानीं न कर्तुं शक्यते, मूर्धन्यषकार नास्ति इति. किम् इत्युक्ते पूर्वनिमित्तं इन् प्रत्ययः मध्ये नास्ति, अकारः अस्ति, तथैव प्रसिद्धः एव रूपं. सत्यम् इत्युक्ते अत्र आदेशरूपी सकारः तु अस्ति परन्तु निमित्तं न पूरितं, निमित्तं नास्ति. सो अत्र अनेन सूत्रेण कार्यं न भवितुं शक्नोति, किमर्थं चेत् निमित्तं न पूरितम्, अत्र अकारः. सो इन् प्रत्याहारे अविहाय अन्यस्वराः. सो यत्र अ आ अस्ति तत्र यद्यपि अत्र सिद्धः यः अस्ति सः आदेशरूपी सकारः, अत्र भवितुं शक्नोति श मूर्धनिषकारः, परन्तु अत्र निमित्तं न पूरितम्, अतः अत्र प्रसिद्धः एव भवति. सो इति तत्र अनेन सूत्रेण सत्त्वप्रयोजनं दृश्यते. सो येषां धातूनां मूले एव सकारः तत्र एतत् सूत्रस्य प्रसक्तिः एव नास्ति. अत्र यद्यपि सूत्रस्य, अत्रापि सूत्रस्य प्रसक्तिः नास्ति, किमर्थं चेत् निमित्तं न पूरितम्. सो यत्र यत्र निमित्तं न पूरितम् अपि च कुत्रचित् आदेशरूपी सकारः नास्ति तत्रापि अनेन सूत्रेण कार्यं न भवति. सो अनेन सूत्रेण न केवलं प्रत्ययस्य सकारस्य अवयवस्य मूर्धन्य आदेशः, परन्तु यः आदेशरूपी सकारः तस्यापि पुनः मूर्धन्य आदेशः भवति इति तत्र सत्त्वकार्यस्य प्रयोजनम् अस्मिन् सूत्रे दत्तम्. अत्रापि अन्ते वदतु महोदय, एकनिमिषः भगिनि वदतु महोदय, के वि महोदय. निषेधाः अत्र रूपं दृश्यते, किन्तु निषिद्धः अपि रूपं दृश्यते. अहं चिन्तयामि नि योगासिद्ध योगात् तत्र सिद्धः नि अस्ति उपसर्गः, नि इकारः अस्ति अतः आदेशप्रत्ययोः इन्कोः अस्ति अतः सकारस्य मूर्धन्य षकारः भवति अतः निषिद्धः एवं रूपं दृश्यते. मम चिन्तनं सम्यक् अस्ति वा? सम्यक् सम्यक् महोदय. सो तत्र भूतकालार्थे निषिद्धः इति यः अस्ति, इट् इस् अ पास्ट्, इट् विल् बि यूस्ड् फार् द पास्ट् टेन्स्. निषेधः विल् रिप्रेसेण्ट् द कर्ता, गञ् प्रत्ययः योजनेन तत्र कर्तारं बोधयति, अपि च इट् विल् रिप्रेसेण्ट् द कर्ता एण्ड् क्त प्रत्ययस्य योजनेन यदा तत्र गुणः न भवति तो सिद्धः एव भवति. निषिद्धः यः अस्ति तस्य भूतकालार्थे, अपि च अत्र इन्को वर्णः परे अस्ति चेत् तत्र षकारादेशः भवति, परन्तु प्रसिद्धः यः पदमस्ति तत्र इन्को नास्ति अतः तत्र सिद्धः एव सकारः एव श्रूयते इति तत्र भेदः. सत्यं महोदय. क्षम्यतां भगिनि, अत्र तकारस्य विसर्गः कथं भवति, किमपि सूत्रमस्ति वा? कस्य ककारस्य निषिद्ध? अत्र सिद्ध अधिकता अवशिष्यते खलु? अत्र दकारस्य प्रथमे तु अल्पप्राणदकारः भवति, अनन्तरं यः त अस्ति तस्य ध भवति, तस्य कृते सूत्रं किं अग्रे वदामि, इदानीं तु न स्मरामः. तत्र हलसन्धिसूत्राणि सूत्रद्वयस्य अत्र कार्यं, ध यः अस्ति किमर्थं चेत् अत्र जलां जस् जशि इत्यनेन सूत्रं कार्येण भवति वा न भवति तद् दृश्यते. किमर्थं चेत् जलप्रत्याहारः इति जलप्रत्याहारस्य वर्णः अस्ति, जलप्रत्याहारस्य वर्णः अस्ति चेत् तत्र पूर्वे यः वर्णः तत्र जश् आदेशः भवति. सो जश् आदेशः भवति चेत् धकारस्य द इति भवति. अनन्तरं तकारस्य यः धकारः भवति तस्य कृते सूत्रं किं तत् द्रष्टव्यं, तस्य कृते तत्र इदानीं तु भगिनि मम प्रश्नः अस्ति, तकार अस्ति खलु अन्तिमतकार, अत्र विसर्गः भवति खलु, अत्र विसर्गः अस्ति, प्रसिद्धः इति आगच्छति खलु, कथं अत्र अकारान्त अस्ति न भगिनि, अन्ते अकारः अपि अस्ति. सो एकवचने अत्र अकारान्त प्रातिपदिकं निष्पद्यते, भूत् अकारान्त प्रातिपदिकं भवति, अनन्तरम् एकवचने यथा रामः अत्र विसर्गः आयाति सुप् प्रत्ययस्य योजनेन, सुबन्तं न प्रातिपदिकस्य अनन्तरं केवलं सुप् प्रत्ययः आयाति. सो एकवचने तत्र विसर्गः, सकारस्य ससजोः रुः अपि च खरावसाने इत्यनेन विसर्गादेशः भवति, अतः प्रसिद्धः इति भवति. परन्तु अत्र तकार अस्ति खलु, तकार अपि अपि च अ अपि अस्ति अकारान्त प्रातिपदिक, अत्र अकारः अपि अस्ति, अन्ते अकारः अस्ति, धन्यवादः. कृत प्रत्यये अन्ते अकारः अपि अस्ति, अकारान्त प्रातिपदिकं निष्पद्यते अनेन प्रत्यये. भगिनि तत्त्वसूत्रस्य अपवादः अस्ति वा? कस्य आदेशप्रत्ययो आदेशप्रत्ययो इति सूत्रस्य अपवादसूत्रम् अस्ति वा? न अस्ति, एतस्य सूत्रस्य कार्यं सर्वदा भवति, कोऽपि अपवादसूत्रं नास्ति, परन्तु अत्र एकम् अन्यत् अकारान्त अस्ति खलु, राम प्लस् सुप् रामेषु भवति खलु, रामः शब्दस्य बहुवचने यः रामः अस्ति तत्र अकारस्य एकारादेशः भवति, रामेषु अस्ति, रामाशु नास्ति, तत्र अकारस्य भिन्नसूत्रेण एकारादेशः भवति रामेषु, अतः एकारस्य कारणेन सु भवति. यदा रामः प्लस् सुप् इति प्रथमं अकारस्य एकारादेशः एकार भवति, अतः रामेषु भवति, रामेषु भवति, अन्यथा तु न भवितुं शक्नोति न. तत्र तत्र बेसिकलि तत्र वृद्धि आदेशः भवति. सो तत्र किं सूत्रं तत्र भगिनि, तत्र अकारस्य एकारादेशः भवति, अतः रामेषु इति भवति, एकारस्य कारणेन तत्र सु इति अस्य षु भवति. अत्र पठ गिरिजा भगिनी अन्तिमवाक्यमपि पठतु भगिनि. एषां धातूनां मूले एव सकार अस्ति, तेषां विषये एतत् कार्यं न भवति, यथा स्मृ इति धातुः. धातूनां मूले एव सकारः अस्ति चेत् इदानीं लौकिकरूपम् अस्ति चेत् एव एतत् कर्तुं शक्यते, परन्तु मूलरूपं सकारः अस्ति चेत् एतत् कार्यं न कर्तुं शक्यते. इदानीम् एतस्य पदे निर्माणं करोतु भगिनि, वियोग स्मृयोग यः उपसर्गः अस्ति न भगिनि, देट् वी हेव् टु एड् एट् द एण्ड् फस्ट्, तत्र अङ्गकार्याणि करणीयम्. लशकु तद्धिते इत्यनेन कारणेन क इति अपगच्छति स्नृ प्लस् त एव अवशिष्यते तदनन्तरं विसर्गः वि प्लस् स्मृ प्लस् त अत्र किमर्थं गुणकार्यं न भवति अत्र गुणप्रसङ्गः अस्ति परे आर्धधातुप्रत्ययः किमर्थं गुणः न भवति पकारः कीदृशधातुः अत्र अस्ति प्रथमे कीदृशधातुः एतत् आर्ध धातुः स्मृ इति कीदृशः औपदेशिकधातुः न न अपि तत्तु सत्यम् औपदेशिकधातुः अपि च इगन्तधातुः सत्यम् इगन्त अन्ते कः वर्णः इक् प्रत्याहारस्य वर्णः अत्र गुणप्रसङ्गः अस्ति वा भगिनि स्मृ स्मृ अस्ति अस्ति सत्यं स्मृ इगन्तधातुः इगन्तधातुषु गुणः भवति केन सूत्रेण इगन्तधातुषु गुणः केन सूत्रेण भवति सार्वधातुक अर्धधातुकयोः इत्यनेन इदानीं कृत इति प्रत्ययः किमर्थम् अत्र गुणः न भवति केन सूत्रेण अत्र निषेधः किनीति च आम् किनीति च किनीति च सूत्रं किं वदति किनीति च सूत्रं यदा कित्वा नीत्वा गीत्वा किं कित्वा कः कित्वा गीत्वा नीत्वा प्रत्ययः प्रत्ययः प्रत्ययः कित् गीत् नित् अस्ति चेत् तत्र गुणस्य कृते बाधा इदानीं कित् गीत् नित् अस्ति वा नास्ति किमर्थम् अस्ति एतत् अपगच्छति खलु तत् न उत्थाय एव कित् इत्युक्ते किं भगिनि कित् इत्युक्ते किं कित् गीत् नित् इत्युक्ते किं यस्य इत् संज्ञा का अस्ति तत् कित् भवति त इति प्रत्ययस्य क इति संज्ञा अस्ति वा अस्ति सो कित् प्रत्ययः त इति प्रत्ययः कित् अस्ति अस्ति यस्मिन् ककारः इत् सः कित् यस्मिन् ककारः इत् सः गित् यस्मिन् नकारः इत् सः नित् सो त अपि कित् अस्ति अतः अत्र गुणः न भवति बाधा अस्ति किनीति च सो स्मृ एव तिष्ठति स्मृ एव तिष्ठति स्मृत इति अकारान्त् प्रातिपदिकम् अत्र कोऽपि गुणिकार्यमपि नास्ति सन्धिकार्यमपि नास्ति स्मृत इति अकारान्त् प्रातिपदिकम् अपि च भूतकाले स्मृतः इति भवति स्मृत इति भवति इदानीं इदानीं सुबन्तपदम् अस्ति स्मृतः इति इदानीं सुबन्तपदम् अस्ति सुबन्तपदानाम् एव समासः भवितुं शक्नोति सो वि इति अपि सुबन्तपदम् इत्युक्ते अव्यपदमपि सुबन्ताः एव सो द्वयस्य पदस्य मेलनेन समासः भवति इदानीं इदानीं व प्लस् इ इन् प्रत्याहारः अस्ति तत् कारणेन आदेशप्रत्ययोः अत्र उपरि किं लिखितम् येषां धातूनां येषां धातूनां मूले एव सकारः अस्ति चेत् तेषां विषये एतत् कार्यं न भवति किं कार्यम् आदेशप्रत्ययोः मूर्धन्य आदेशः न भवति आदेशप्रत्ययोः इत्यनेन किं कार्यं सकारस्य मूर्धन्य आदेशः तत् न भवति किमर्थं मूले एव सकारः स्मृ तादृशधातुः अस्ति स्मृ तत्र स्मृ नास्ति शकारः आदौ नास्ति मूले एव सकारः धातुपाठे स एव दत्तं न तु श दत्तम् अतः तत्र एतत् प्रत्ययस्य कार्य एतत् सूत्रस्य कार्यं नास्ति अत्र रूपं किं विस्मृतः विस्मृतः एव इति तत्र भेदः अहं सूत्रं विस्मृत विस्मृतवती अहं सूत्रं विस्मृतवती सो तत्र विस्मृतः एव भवति यद्यपि इन्को वर्णः अस्ति तथापि तत्र आदेशरूपी सकारः नास्ति सो यः दातौ यः आदेशरूपी सकारः तस्य एव मूर्धन्य आदेशः भवति. अस्तु भगिनि. आदेशरूपी नास्ति चेत् तस्य न भवति. एतत् सूत्रं तत्र कार्यं न कर्तुं शक्यते. सूत्रे अपि दत्तम् आदेशप्रत्ययोः इति तत्र सर्वदा स्मर्तव्यम्. अतः ये शोपदेशदातवः तेषाम् एव पुनः मूर्धन्य आदेशः भवति यदि तेषां पूर्वे कोऽपि इन्को वर्णः आयाति इति सूत्रस्य प्रयोजनं सत्त्वकार्यस्य प्रयोजनम् इति तत्र अस्ति. अन्यथा तु तत्र मूले एव एतां धातूनां शोपदेशधातूनाम् एव तत्र तत्रापि पाणिनिमहर्षि सकारः एव दत्तं. किमर्थं चेत् सि वयं तिङन्तरूपं शोपदेशधातुतः तिङन्त योजयामः अथवा कृदन्त योजयामः तत्र तु स एव तिष्ठति न. परन्तु कुत्रचित् पुनः तत्र श भवति यदा तस्य पूर्वे कोऽपि इन्को वर्णः आयाति. नायाति चेत् स एव तिष्ठति यतः प्रसिद्धः. अत्र पूर्वे इन्को वर्णः नास्ति अतः प्रसिद्धः एव. परन्तु कुत्रचित् पुनः श भवति अतः तत् कथं तत् अनेन सूत्रेण एव अपि च तदेव सप्रयोजनम् अस्ति सत्त्वकार्यस्य प्रयोजनम्. अन्यथा तु तत्र कोऽपि आवश्यकता एव नासीत् न सत्त्वकार्यस्य इति तत्र सत्त्वप्रयोजनस्य आवश्यकता सत्त्वकार्यस्य प्रयोजनं सर्वैः अवगतं वा? अवगतम्. अस्तु अस्तु इदानीं तत्र सत्त्वकार्यस्य विषये यत् अस्तु अस्तु एकम् अन्यत् अस्ति सि तत्र एकं वार्तिकम् अस्ति शुभधातुः चेतना भगिनी अस्ति वा भगिनि? आं भगिनि. एतत् वार्तिकं पठतु भगिनि. वार्तिकं शुभधातु षिट्ठु श्वकटीनां सत्त्वप्रतिषेधो वक्तव्यः. प्रतिषेधः वक्तव्यः अत्र विसर्गस्य उ अनन्तरं तत्र ओकारादेशः. सो अत्र एतत् वार्तिकम् अस्ति. अस्मिन् वार्तिके औपदेशिकधातुद्वयम् एकमस्ति ष्ठु इति एकं धातुः, शश्वक इति द्वितीयं धातुः. धातुपाठे एतत् धातुद्वयम् अपि च शुभधातुः बहुवचने अस्ति. एतेषा एतानां तत्र किं सत्त्वप्रतिषेधः, सत्त्वकार्यं न भवति इति वार्तिकं वदति. सत्त्वकार्यम् इत्युक्ते ष्ठु इति यः अस्ति सः अपि शोपदेशधातु आदिं वर्णः मूर्धन्यषकारः परन्तु तथापि तत्र स न भवति. सो धातुद्वयस्य विषये अपवादः. धातुवादेशः सः इति सूत्रेण अत्र कार्यं न करणीयम्. सो धातुद्वयम् अतः अत्र दृश्यतु ष्ठीवति ष्ठीवतु अष्ठीवत् लङ्लकारे लोट्लकारे अपि च लट्लकारे. सो श एव श्रूयते न तु स श्रूयते. अतः अनेन वार्तिकेन धातुद्वयस्य विषये सत्त्वनिषेधः प्रतिषेधः अपि च शुभधातुविषये प्रतिषेधः इति तत्र वार्तिकम् अस्ति. सो अस्य वार्तिकस्य किम् आवश्यकता? वयं दृष्टवन्तः धातुवादेशः सः इति सूत्रेण प्रत्येकस्य धातुपाठे यः यः शोपदेशधातुवः तेन सूत्रेण तस्य सकारादेशः भवेत् परन्तु द्वे धातुविषये तत्र निषेधः अनेन वार्तिकेन इति तत्र भवति. एकमस्ति ष्ठु द्वितीयम् अस्ति शश्वक इति शव श्व शक इति अस्ति. सो धातुद्वयस्य विषये सत्त्वकार्यं न भवति. अन्ये ये एतेषु विहाय एतयोः विहाय ये सर्वेषु उपदेशदातवः तत्र सत्त्वकार्यं भवति. तत्र शकारस्य सकारादेशः भवति इति तत्र स्मर्तव्यम्. अपि च अत्र शुभधातुविषये इदानीं शुभधातु इत्युक्ते किं? शुभधातुविषये तु अत्र कोऽपि मया न प्राप्तं तु कोऽपि शकाररूपी तत्र यः धातुः अस्ति, परन्तु सुब् धातु इत्युक्ते किम् इति तत्र प्रश्नः. सुब् धातुद्वयस्य विषये तु सत्यं भवति, परन्तु सुब् धातुविषये किं वयं जानीमः? तत्र धातुपाठे सूत्र तत्र भुआदयः धातवः अपि च सनाद्यन्तः धातवः, एतयोः सूत्रयोः तत्र धातुसंज्ञा भवति, शब्दसमूहस्य धातुसंज्ञा अनयोः सूत्रयोः भवति. एकमस्ति भुआदयः धातवः. भुआदयः धातवः इत्युक्ते पाणिनिधातुपाठे भू आरभ्य ये अन्य सर्वे धातवः तेषां धातु इति संज्ञा इति सूत्रं वदति. अनन्तरं तत्र अस्ति सनाद्यन्तः धातवः. यस्य अन्ते सनादिप्रत्ययः योजयामः तस्यापि तस्य शब्दसमूहस्य अपि धातुसंज्ञा भवति. यथा तत्र पाठी निचित्य सनादेषु एक अन्यतमः अस्ति. पाठधातुतः निच् योजयामः चेत् तत्र पाठी इति भवति. यः पाठी शब्दसमूहः अस्ति तस्य अनेन सूत्रेण सनाद्यन्तः धातुः इति सूत्रेण तस्य पुनः धातुसंज्ञा भवति इति तु जानीमः. परन्तु ये द्वादशसनादिप्रत्ययाः तेषु अहं चिन्तयामि चत्वारि प्रत्ययाः केवलं प्रातिपदिकस्य अनन्तरम् एव तेषां विधानं. इत्युक्ते कोऽपि प्रातिपदिकम् अस्ति चेत् तस्य अनन्तरम् एव ते चत्वारि केच् इति एकम् अस्ति, ते चत्वारि सनादिप्रत्ययः योजयितुं शक्नुमः. यथा अत्र पुत्र अकारान्त् प्रातिपदिकम् अस्ति, पुत्र इति अकारान्त् प्रातिपदिकम् अस्ति, तस्य अनन्तरं केच् इति प्रत्ययः वयं योजयितुं शक्नुमः. केच् अपि एकं सनादिप्रत्ययः अस्ति. केच् काम् यच् इति एतत् प्रत्ययः द्वयं सनादेषु अस्ति. निच् यङ् सन् केच् काम् यच्. सो केच् काम् यच् यः प्रत्ययः सनादिप्रत्ययः ते केवलं प्रातिपदिकस्य अनन्तरम् एव आगन्तुं शक्यते. केच् प्रत्ययः आतदित् अस्ति, अतः ककारस्य इत्संज्ञा भवति, चकारस्य अपि इत्संज्ञा भवति, या एव अवशिष्यते. सो पुत्रयोग या भवति चेत् अत्र भिन्नसूत्रेण अत्र यः अकारः तस्य दीर्घीकारादेशः भवति. अत्र लिखितं केचि च इति सूत्रेण अकारस्य पुत्र यः अन्ते अकारः केच् प्रत्ययः परे अस्ति चेत् तत्र पुत्रीय भवति. इदानीं यः पुत्रीय अस्ति तस्य का गति, तस्य का संज्ञा इति प्रश्नः. सो पुत्रीयः यः वर्णसमूहः पुत्र इति प्रातिपदिकम्, अनन्तरं केच् प्रत्ययः सनादिप्रत्ययः. इदानीं पुत्रीय यः अस्ति सः सनाद्यन्तः एतस्य शब्दसमूहस्य अन्ते सनादिप्रत्ययः अस्ति, केच् इति सनादिप्रत्ययः. वयं जानीमः सूत्रमस्ति सनाद्यन्तः धातुवः. यस्य कस्य अन्ते सनादि अस्ति, सनादिप्रत्ययः अस्ति, तस्य धातुसंज्ञा. सो इदानीं पुत्रीय यः अस्ति तस्य धातु इति संज्ञा केन सूत्रेण? सनाद्यन्तः धातुवः. सो पुत्रीय इस् ए धातुः नौ. आफ्टर् वी एड् दिस् केच् प्रत्ययः वी गेट् पुत्रीय. पुत्रीय इति इस् ए धातु नौ. सो वी नो धातुसंज्ञा यस्य यस्य भवति तस्य अनन्तरं लट् लोट् लङ् इति लट् प्रत्ययः योजयितुं शक्नुमः, अपि च कृत् प्रत्ययः अपि योजयितुं शक्नुमः यस्य धातुसंज्ञा व्याकरणे. सो पुत्रीय यः अस्ति सः एव शुभ धातुः. सुभन्त यः प्रातिपदिकस्य प्रातिपदिकात् यः धातुः निष्पद्यते सः एव शुभ धातुः. सो यदि कोऽपि शुभ धातुः अस्ति यस्य आदिं वर्णः मूर्धनिषकारः तस्य तत्र सत्त्वप्रतिषेधः, तस्यापि धातुः इत्युक्ते धातुवादे सहसः इति सूत्रम् अस्ति. सो तदपि धातुः तदपि पुत्रीय अपि धातु भवितुं शक्नोति. अतः तत्रापि परन्तु तत्रापि अनेन वार्तिकेन यः वार्तिकमस्ति तत्र सत्त्वप्रतिषेधः, तत्र सत्त्वकार्यं न करणीयम् इति वार्तिकस्य अर्थः. सो उपदेश अवस्थायां धातुद्वयं तेषां सत्त्वकार्यं न भवति, निषेधः अस्ति, प्रतिषेधः अस्ति, अपि च शुभधातुविषये अपि सत्त्वकार्यस्य प्रतिषेधः इति वार्तिकं वदति. एतस्य वार्तिकस्य प्रयोगः वयं तु सरलरीत्या न तत्र कुर्मः, परन्तु वी शुड् नो दिस् वार्तिकं, बिकास् आल् द शोपदेशधातूनां सत्त्वकार्यं न भवति. किमर्थं चेत् ष्ठू एण्ड् शश्वक इस् एन् अपवादः, तथैव ये शुभधातुः प्रातिपदिकात् येषां धातूनां निर्माणं भवति, तेषां निर्माणं कथं भवति? सनादिप्रत्ययस्य योजनेन एव तेषां धातुसंज्ञा भवितुं शक्नोति. तेषां विषये अपि सत्त्वप्रतिषेधः इति वार्तिकारः वदति, वररुचिमहर्षि वदति, तत्रापि सत्त्वकार्यं न करणीयम् इति एतस्य वार्तिकस्य अर्थः. क्षम्यतां, किन्तु पुत्र अत्र पदमस्ति, तस्य शकार एव नास्ति, अतः तत्र तु प्रसक्तिः एव नास्ति महोदय, तत्र धातुवादेशः. देट् इस् वै ऐ सेड् कि ऐ डिड् नाट् फौण्ड् एनी देट् टैप् आफ् शुभधातुः वयर् आदौ शकारः अस्ति. इफ् ऐ फैण्ड् ऐ विल् शेर् वित् यू पीपल्. ऐ जस्ट् वाण्टेड् टु से वाट् इस् अ शुभधातुः, देट् इस् वै ऐ टुक् दिस् एक्साम्पल्. स्वशुभधातुविषये अपि सत्त्वकार्यस्य प्रतिषेधः इति वार्तिकं वदति. भगिनि अवगतं वा? किञ्चित् अवगतं भगिनि. न श्रूयते, सम्यक् न श्रूयते भगिनि, पुनः वदतु. चेतना भगिनि, तत्र ध्वनि न आयाति भगिनि, पुनः वदतु. इदानीं श्रूयते, इदानीं श्रूयते, वदतु. किञ्चित् अवगतं भगिनि, सम्पूर्णं न अवगतम् इदानीं. तत् एतत् एव तत्र स्मर्तव्यं, ष्ठू धातु अपि च शश्वकः एते औपदेशिकधातवः, धातुद्वयम् औपदेशिकधातवः, तेषां विषये सत्त्वकार्यस्य निषेधः अनेन वार्तिकेन. तत्र कोऽपि सूत्रं नास्ति, अतः वार्तिकारः वदति ष्ठू विषये तत्र तथैव. तत्र यदा वयं लौकिकरूपस्य निर्माणं कुर्मः तत्र धातुवादेशः सः इति सूत्रेण कार्यं न करणीयम्, तस्य विषये प्रतिषेधः अस्ति. सो देट् इस् वै व्याकरणशास्त्रे त्रिमुनीनां तत्र यः ये वदति तेषां तत्र प्रमाणं वर्तते. पाणिनिमहर्षिणा तु एतस्य धातुद्वयस्य विषये किमपि न उक्तम्, अतः तत्र वार्तिकम् अस्ति. सि वेन् वि सी द रूपाणि, तत्र ष्ठीवती, ष्ठीवतु, अष्ठीवत इति लङ्लकारे भवति, तत्र किमर्थं तत्र स न श्रूयते इति तत्र वार्तिकारेण एव तत्र प्रतिषेधः दत्तं. सो पाणिनिमहर्षिणा तु किमपि न उक्तम् एतत् धातुद्वयस्य विषये, परन्तु पदं पश्यामः तत्र तिङन्तरूपं पश्यामः चेत् अत्र श एव श्रूयते, अतः महर्षिणा किम् उक्तं तत्र सत्त्वप्रतिषेधः, तत्र सत्त्वकार्यस्य कृते निषेधः. You can consider it as a Nishedak Sutram. For what? For the Dhatuvadi Shahasaha iti Sutra Sikrite, etat Vartikasya Adharena Nishedaha Bhavati. Kasya Nishedaha? Sattvakaryasya Nishedaha. Tavat eva tatra idanyam smartavyam. Subhadatu Vishaya katham karyam bhavati tatra tasya Vishaya kopi udharanam idanyam nasti ataha. इदानीं तत्र तत्त्यजतु. सो धातुद्वयस्य विषये सत्त्वकार्यस्य निषेधः अनेन वार्तिकेन भवति. तत्र सूत्रं नास्ति, वार्तिकेन एव निषेधः भवति. तावदेव अस्ति. अस्तु भगिनि. सो धातुवादेशः सः इति सूत्रस्य विषये सर्वं तत्र द्रष्टव्यं, वयं दृष्टवन्तः. सो तत्र शोपदेशधातूनां सकारादेशः भवति, अपि च सकारस्य साक्षात् परे टठ अस्ति चेत् तत्र द्वितीयपरिवर्तनम् अपि करणीयम्. मूर्धन्यनकारः अस्ति चेत् परे तत्र अट्कुप् वाङ् इति व्यवधानम् अस्ति चेत् तत्रापि तत्र रषाभ्यां नूनः, अपि च ष्टुत्वसन्धि आधारेण एव तत्र कार्यं भवति. तत्रापि दन्त्यनकारः इति द्वितीयपरिवर्तनं करणीयम् इति वयं दृष्टवन्तः. अपि च एतस्य सूत्रस्य प्रयोजनं किम् अस्ति व्याकरणशास्त्रे? प्रयोजनं तत्र कुत्र दृश्यते? आदेशप्रत्ययोः इति सूत्रे अस्य सूत्रस्य प्रयोजनं दृश्यते. किमर्थं चेत् तत्र कुत्रचित् पुनः तत्र शोपदेशधातूनां यः सत्त्वकार्यं तस्य पुनः शकारादेशः भवितुं शक्नोति यदा तत्र इन्को वर्णः परे अस्ति. सो इदानीं धात्वादेशः सः इति सूत्रस्य कृते यत् आवश्यकं तत् सर्वं पठितवन्तः. अपि च धातुद्वयस्य विषये निषेधः ष्ठु अपि च शश्वकः इति धातुद्वयस्य सत्त्वकार्यस्य निषेधः. तावदेव. इदानीं नत्वम् अस्तु. नत्वं विषये किञ्चित् तत्र पीठिकारूपेण पठामः. कः पठितुमिच्छति? मञ्जरी भगिनी सूत्रं पठितुम् इच्छति वा भगिनि? श्रूयते वा? किञ्चित् उच्चैः वदतु. किञ्चित् उच्चैः. षष्ठे अध्याये प्रथमपादे चतुष्षष्टि तं सूत्रम् उपदेशायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारादेशः भवति. णः षष्ठ्यन्तं, नः प्रथमान्तं द्विपदमिदं सूत्रम्. आदे च उपदेशे शिति षष्ठमे अध्याये प्रथमपादे पञ्चचत्वारिंशत् सूत्रम् इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः धात्वादेः शः सः षष्ठमे अध्याये प्रथमपादे त्रिषष्टितमसूत्रम् इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धात्वादेः नः नः उपदेशे. सूत्रस्य कः अर्थः वदतु? उपदेशावस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारः भवति. तत्र नकारः षष्ठ्यन्तं पदं स्थानी भवति, तस्य स्थाने न आदेश, नः इति प्रथमान्तमस्ति तथा न नकारादेशः भवति. अत्र आदे च उपदेशे शिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अस्ति तथा धात्वादेः शः सः अत्र धात्वादेः इत्यस्य अनुवृत्ति. सम्पूर्णं सूत्रमस्ति धात्वादेः नः नः उपदेशे. एतत् सूत्रं कीदृशसूत्रम् अस्ति? नोणः इति सूत्रम् कति प्रकारकः सूत्राणि सन्ति? षट् प्रकार. ते के अत्र संज्ञा परिभाषा अधिकारसूत्रम् संज्ञापरिभाषा सी वी शुड् रिमेम्बर् इट् युगलं पियर् इन् पियर् मध्ये संज्ञापरिभाषा अनन्तरं विधि नियम एण्ड् अधिदेश एण्ड् अधिकारः एतत् सूत्रं कीदृशसूत्रम् अनेन किं भवति अनेन सूत्रेण किं भवति इति कार्यं भवति विधिसूत्रम् अस्ति विधिसूत्रम् अस्ति अनेन कार्यं नत्व विधीयते नकारः विधीयते कस्य स्थाने मूर्धन्यनकारस्य स्थाने सो विधिसूत्रम् अस्ति एतत् विधिसूत्रं येन सूत्रेण कार्यस्य कृते निर्देशः अत्र आदेशकार्यम् आदेशरूपी कार्यं भवति तत्र स्थानिकः तत्र आदेशः कः तत् तत् भिन्नवार्ता परन्तु एतत् सूत्रं विधिसूत्रम् अनेन सूत्रेण विधि कार्यं विधीयते कः कार्यं विधीयते नत्वकार्यं विधीयते नत्वं भवति कस्य स्थाने मूर्धन्यनकारस्य स्थाने सूत्रस्य अर्थः स्वशब्दैः वदतु भगिनि सूत्रस्य अर्थः अस्ति मूर्धन्यनकारस्य स्थाने नकारः आगच्छति कीदृशनकारः दन्तव्यनकारः न कस्य नकारस्य नः प्रथमान्तम् अस्ति न तत्र धात्वादे धात्वादे धातुः यः अत्र कोऽपि अत्र निमित्तं किं भगिनि अत्र कोऽपि निमित्तं नास्ति इत्युक्ते बाह्यनिमित्तम् आवश्यकं नास्ति कोऽपि यथा तत्र इन्को इति यः अस्ति तत्र निमित्तं साक्षात् दत्तम् अत्र तु केवलं कण्डिशन् अस्ति धात्वादे सो धातुः आदिमवर्णः मूर्धन्यनकारः अस्ति चेत् तस्य नकारादेशः भवति सो अत्र कोऽपि निमित्तं साक्षात् निमित्तं न उक्तं कीदृशनकारः धात्वादे नकारः इत्यत्र अत्र विशेषणविशेषः भावः इत्युक्ते अव्यवः अस्ति कस्य अव्यवः नकारः कस्य अव्यवः धात्वादे धातुः आदिम अवयवः प्रथम अवयवः मूर्धन्यनकारः अस्ति चेत् तस्य दन्त्यनकारः इति आदेशः भवति सो कोऽपि निमित्तम् अत्र आवश्यकं नास्ति कदा भवति कदा न भवति सो उपदेशावस्थायां भवति औपदेशिकधातूनाम् एव मूर्धन्यनकारस्य दन्त्यनकारः इति आदेशः भवति सो उपदेश अवस्थायां धातोः आदौ नकारः अस्ति चेत् तस्य नकारस्य नकारादेशः भवति सो अत्र यथा तत्र शः सः इति सूत्रे तत्र उक्तम् अत्रापि नः अत्र नकारस्य अकारः ग्रहणमपि इत्युक्ते अत्र धातुवादे अपि च नः मध्ये सम्बन्धः दृश्यते कीदृशनकारस्य अतः अत्र धात्वादेयः अस्ति षष्ठीतत्पुरुषसमासः अस्ति धात्वादेः इति षष्ठ्यान्तं पदः सो नः अपि षष्ठ्यान्तं सो समान विभक्तिः अस्ति समान अधिकरण्यम् अपि अस्ति एकस्मिन् एव धातोः एव एतस्य अधिकरणम् अस्ति अतः अत्र विशेषणविशेषः भावः अस्ति चेदेव ज्ञातुं शक्यते धात्वादेयः मूर्धन्यनकारः सः एव स्थानीवर्णः अतः षष्ठ्यन्तं स्वीकरणीयं नः इति अस्ति तत्र न इति अस्ति हलन्त अस्ति अतः तत्र नः इति यः भवति षष्ठ्यन्त प्रथमान्तं भवति अतः अत्र एव अकारस्य तत्र उच्चारणार्थं ग्रहणं करणीयम्, अन्यथा तु तत्र नः न भवितुं शक्नोति न, नः इति अकारान्त् अस्ति चेदेव नः इति एकवचने भवितुं शक्नोति, प्रथमान्तं भवितुं शक्नोति। अतः अत्र महर्षिणा अकारस्य अपि उच्चारणार्थं तत्र स्वीकरणीयं, किमर्थं चेत् न स्थाने दन्त्यनकारस्य स्थाने केवलं न इति आदेशः भवति, न तु न इति आदेशः भवति, अकारः न आयाति, अकारः अत्र केवलम् उच्चारणार्थं। सो धातोः आदिं मूर्धन्यनकारः अस्ति चेत् तस्य न इति आदेशः, दन्त्य न इति आदेशः भवति इति सूत्रस्य अर्थः। यथा तत्र धातुवादेशः सः इति सूत्रं, तथैव अत्रापि कोऽपि निमित्तम् आवश्यकं नास्ति, बाह्यनिमित्तम् आवश्यकं नास्ति, एतत् वर्णः परे अस्ति वा पूर्वे एतत् वर्णम् आसीत् वा तत् तदा एव करणीयम् इति तत्र कोऽपि निर्देशः नास्ति। अतः प्राकृतिककार्यं धातुवादेशः सः इति सूत्रे अपि प्राकृतिककार्यं, कोऽपि निमित्तम् आवश्यकं नास्ति, अत्रापि कोऽपि निमित्तम् आवश्यकं नास्ति। सो केवलं द्रष्टव्यम् आदौ दन्त्यनकारः मूर्धन्यनकारः अस्ति वा, तादृशनकारस्य एव नकारादेशः भवति, कुत्रचित् मध्ये अन्ते अस्ति चेत् तस्य नकारादेशः न भवति, तस्य कृते भिन्नचिन्तनं, परन्तु आदिं नकारः अस्ति चेदेव दन्तिन इति आदेशः भवति, कोऽपि निमित्तम् आवश्यकं नास्ति। कोऽपि पृष्टः अस्ति वा एतावता? सर्वैः अवगतं वा नोणः इति सूत्रमस्ति, दन्त्यनकारस्य मूर्धन्यनकारस्य दन्त्यनकार आदेशः भवति, इदानीं तु समयः अभवत्, अस्य विषये तत्र पठामः अग्रिम कक्षायां पठामः। अस्तु, प्रश्नं नास्ति चेत् अत्र स्थगामः, इदानीं तु समयः अभवत्। सो सत्त्वकार्यस्य विषये पुनः एकवारं चिन्तनं करोतु सर्वैः, तत्र करणीयं, कोऽपि प्रश्नमस्ति चेत् तत्र तस्य विषये तत्र पश्यामः। अस्तु, इदानीं स्थगामः, अत्र शान्तिमन्त्रं पठामि। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः, हरिः ॐ श्रीगुरुभ्यो नमः। नमस्कारः, धन्यवादः। नमस्कारः, धन्यवादः। धन्यवादः भगिनि, धन्यवादः भगिनी।